पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायम् 80 श्रीपार्वत्युवाच अहो विष्णोश्च माहात्म्यं वद विश्वेश्वरप्रभोः यन्माहात्म्यं पुनः श्रुत्वा न भवे जायते क्वचिद् महादेव उवाच शृणु सुन्दरि वक्ष्यामि विष्णोर्माहात्म्यमुत्तमं श्रुत्वा तु लभते पुण्यं ह्यन्ते मोक्षमवाप्नुयात् देवव्रतं महाप्राज्ञं ध्यानयोगपरायणम् आश्रयं सर्वशास्त्राणां यन्देन्द्रियमकल्मषम् अप्रधृष्यं महाभागं देवैरपि सवासवैः सत्यसन्धं जिदक्रोधं समत्वे परिनिष्ठितं नारायणे जगन्नाथे शरण्ये भक्तवत्सले परां निष्ठामनुप्राप्तं वाङ्मनःकायकर्मभिः गुणनामाश्रयं शान्तं भीष्मं कुरु पितामहं प्रणम्य शिरसा भूमौ पप्रच्छेदं युधिष्ठिरः युधिष्ठिर उवाच केचिदाहु परं धर्मं केचिदाहु परं धनं केचिद्दानं प्रशंसन्ति समुदायं तथा परे साङ्ख्यं केचित् प्रशंसन्ति योगमन्ये तथा परं केचिज्ञानं प्रशंसन्ति केचिदाहुः परं श्रुतं सम्यग्ध्यानं परं केचित् केचिद्वैराग्यमुत्तमम् अग्निष्ठोमादिकं कर्म तथा केचित् परं विदुः आत्मज्ञानं परं केचित् समलोष्टाश्मकाञ्चनाः यमांश्च नियमांश्चैव केचिद्वैराग्यमुत्तमं कारुण्यं च परे केचिदहिंसां च तपस्विनः शौचं केचित् परं प्राहुः केचिद्देवार्चनं नराः व्यामोहं चात्र गच्छन्ति व्यामुग्धाः पापकर्मभिः यदेतेषु परं कृत्यमनुष्ठेयं महात्मभिः वक्तुमर्हसि धर्मज्ञ सर्वशास्त्रभृदाम्बर महादेव उवाच भूर्लोके या कथा जादा भैष्मी यौधिष्ठिरी सति तामकं संप्रवक्ष्यामि लोकानां च हिताय वै एतान् प्रश्नांस्तदा श्रुत्वा प्राह भीष्मो युधिष्ठिरं भीष्म उवाच श्रूयतामिदमत्यन्तं गूढं संसारमोचनं श्रोतव्यं यत्त्वया सम्यक् ज्ञातव्यं धर्मनन्दन अत्रैवोदाहरं धीमं पुण्यं चैव पुरातनं पुण्डरीकस्य संवादं महर्षेर्नारदस्य च ब्राह्मणश्रुतिसम्पन्नः पुण्डरीको महामतिः आश्रमे प्रथमे तिष्ठन् गुरूणां वशगः सदा जितेन्द्रियोजितक्रोधसन्ध्योपासनतत्परः वेदवेदाङ्गनिपुणशास्त्रेषु च विचक्षणः समिद्भिः साधुहव्येन सायं प्रादर्हुदानलः ध्यात्वा जगत्पदिं विष्णुं सम्यगाराधयद्विभुं तपःस्वाध्यायनिरतः साक्षाद्ब्रह्मसुतो यथा उदकेन्धनपुष्पाद्यैरसकृत्पूजयन् गुरुं मातापित्रोश्च शुश्रूषुर्भिक्षाहारी विमत्सरः ब्रह्मविद्यामधीयानः प्राणायामपरायणः तस्य सर्वात्मभूतस्य संसारे निःस्पृहस्य च महात्मनो बुद्धिरासीत् संसारार्णवतारिणी मातरं पितरं चैव भातृनद सुहृज्जनान् मित्राणि मातुलांश्चैव सखीन् सम्बन्धिबान्धवान् धनधान्यसमृद्धं च ग्रहं वा शक्रसन्निभं क्षेत्राणि सुमहार्हाणि सर्वसस्योद्भवानि च परित्यज्य महासत्त्वस्तृणानीव महासुखी विचचारमहीं रम्यां शाकमूलफलाशनः गङ्गां च यमुनां चैव गोमतीमधगण्डिकां सदद्रुं च पयोष्णीं च सरयूं च सरस्वतीं प्रयागं नर्मदां चैव शोणं चैव महानदं प्रभासं विन्ध्यतीर्थानि हिमवत् प्रभवानि च आश्रमेषु च यानि स्युर्नैमिषे पुष्करादिषु कुरुक्षेत्रे च यानि स्युस्तथा गोवर्धनादिषु अन्यानि सुमहातेजास्तीर्थानि सुसमाहितः विचचारमहायोगी यथाकाले यथाविधि कदाचिदात्मवान्धीरः शालग्रामं तपोधनः पुण्डरीको महाभागपूर्वकर्मवशानुगः संसेव्यमानं मुनिभिस्तत्त्वविद्भिस्तपोधनैः मुनीनामास्पदं रम्यं पुराणेष्वपि विश्रुतं भूषितं चैव चक्राद्यैश्चक्राङ्गितशिलातलं रम्यं विविक्तविस्तीर्णं सदा विष्णुप्रसादकं किञ्च चक्राङ्गितास्तत्र प्राणिनः पुण्यदर्शनाः विचिरन्ति यथा कामम् पुण्यतीर्थप्रदर्शिनः तस्मिन् क्षेत्रे महापुण्ये शालिग्रामे महामतिः स्नात्वा देवहृदे तीर्थे सरस्वत्यां च सुव्रतः जातिस्मर्यां चक्रकुण्डे चक्रनद्याश्रितेषु च तथान्यान्यपि तीर्थानि तस्मिन्नेव चचारसः ततः क्षेत्रप्रभावेन तीर्थानां चैव तेजसा मनःप्रसादमभजत्तस्मिन्नेव महामनाः सोऽपि तीर्थविशुद्धात्मा पुण्डरीकस्तपोधनः तत्रैव वसतिं चक्रे ध्यानयोगपरायणः तत्रैव सिद्धिमाकाङ्क्षन् नाराध्य गरुडध्वजं शास्त्रोक्तेन विधानेन भक्त्या परमया पुनः उवास चिरमेकाकी निर्द्वन्द्वः सचिदेन्द्रियः शाकमूलफलहारसन्तुष्टः समदर्शनः यमैश्च नियमैश्चैव तथैवासनबन्धनैः प्राणायामैश्च तीर्थैश्च प्रत्याहारैश्च सन्ततैः धारणाभिस्तथा धान्यैः समाधिभिरदं त्रितः योगाभ्यासं सदा सम्यक् चक्रे विगतकिल्बिषः वैदिकैश्चाङ्गिकैश्चैव तथा पौराणिकैरपि आराधयति सर्वेषं तद शुद्धिमवापसः रागद्वेषविनिर्मुक्तः स्वधर्म इव रूपवान् आराधयामास देवं तद्गतेनान्तरात्मना तुदोष भगवान् विष्णुः पुण्डरीकायते क्षणः भगवान् नारदमिति प्रसन्नोऽस्म्यस्य धीमदः ततः कदाचित्तं देशं नारदपरमार्थविद जगाम सुमहातेजात् साक्षादादित्यसन्निभः तं द्रष्टुकामो भगवान् पुण्डरीकं तपोनिधिं विष्णुभक्तिपरीतात्मा वैष्णवानां हिते रथः स दृष्ट्वा नारदं प्राप्तं तेजोमण्डलमण्डितं महामतिर्महोदारः सर्ववेदैकभाजनं प्राञ्जलिप्रणदो भूत्वा प्रहृष्टेनादरात्मना अर्घं दत्त्वा विधानेन प्रणाममकरोत् पुनः कोऽयमत्यद्भुताकारस्तेजस्वी हृद्यवेशधृक अदोद्यहस्थः सुमुखो जयमण्डलमण्डितः विवस्वानथवा वह्निरिन्द्रो वरुण एव वा इति सञ्चिन्तयन् स्थित्वा जगाद परमद्युदिं पुण्डरीक उवाच को भवानिह सम्प्राप्त कुतो वा परमद्युदिः त्वद्दर्शनं हि भगवन् प्रायेण भुवि दुर्लभं नैव दृष्टपुमान्वापि मया तव समप्रभो वक्तुमर्हस्य शेषेण यत्प्रदिष्ठं मया नख नारद उवाच नारदोऽहमनुप्राप्तस्त्वद्दर्शनकुतूहलाद् प्रभावं भगवद्भक्तं त्वादृश्यं सततं द्विज स्मृतसन्तोषितो वापि पूजितो वा द्विजोत्तमः पुनादि भगवद्भक्तश्चाण्डालोऽपि यदृच्छया दासोऽहं वासुदेवस्य देवदेवस्य शार्ङ्गिणः शङ्खचक्रगदापाणेस्त्रैलोक्यस्यैकचक्षुषः इत्युक्तो नारदेनासौ भक्तिपर्याकुलात्मना प्रोवाच मधुरं विप्रं तद्दर्शन सुविस्मितः पुण्डरीक उवाच धन्योऽहं देहिनां मध्ये सुपूज्योऽहं सुरैरपि पितार्था पितरो मेद्य सम्प्राप्तं जन्मनः फलम् अनुगृह्णीष्व देवर्षे त्वद्भक्तस्य विशेषतः तं करिष्याम्यहं विद्वन् भ्राम्यमाणस्वकर्मभिः कर्तव्यं परमं गुह्यम् उपदेष्टुं त्वमर्हसि त्वं गतिः सर्वभूतानां वैष्णवानां विशेषतः नारद उवाच अनेकानीह शास्त्राणि कर्माणि च तथा द्विज धर्मवर्गं बहुविधं तथैव भुवि मानसं वैलक्षण्यं च जगतस्तस्मादेव द्विजोत्तम अन्यथा सर्वसत्त्वानां सुखं वा दुःखमेव च विज्ञानमात्रं क्षणिकं निरात्मकमिदं जगद इति कैश्चित् परिज्ञातं बाह्यार्थनिरपेक्षकम् अव्यक्ताज्जायते नित्यं नित्यान्नित्यमिदं जगद इत्येवं प्राहुरपरे तत्रैव लयमेति च आत्मनो बहव प्रोक्ता नित्या सर्वगतास्तथा अन्ये मदिमदां श्रेष्ठास्तत्त्वालोकनतत्पराः यावच्छरीरमात्मानं प्रतिपन्नास्तथा परे अस्थिकीडादिदेहेऽपि महान्तमण्डमेव च यथाद्य जगदो वृत्तिस्तथा कालान्तरेष्वपि प्रवाहो नित्यमेवैष कर्तेति च केचन यद्यत् प्रत्यक्षविषयं तत्तदत्र न विद्यते कुतः स्वर्गादयः सन्धीत्यन्ये विदितमानसाः निरीश्वरमिदं प्राहुः सेश्वरं च तथा परे अत्यन्तभिन्नमदयः परमार्थपराङ्मुखाः एवं मन्येऽपि कुहका यथा मदि यथा श्रुतं वदन्ति विविधैर्भेदैः स्वयुक्तिस्थितिकारकाः तर्केष्वहितो भूत्वा कथयामि तपोधन परमार्थमिदं पुण्यं घोरं संसारनाशनं तन्मूलमनुजानन्ति ततो देवादयो नराः प्रमाणे नोपलभ्यन्ते न प्रमाणं विमोहितैः अनागतमतीतं च विप्रकृष्टमदीव यद् न गृहीतं यथाशक्त्या वर्तमानार्थनिष्ठितम् आगमो मुनिभिप्रोक्तो पूर्वरूपक्रमागतः प्रमाणं सदु विज्ञेयः परमार्थप्रसादकः यदभ्यासबलाज्ञानं रागद्वेषमलापहम् उत्पद्यते द्विजश्रेष्ठ सोऽयमागमसंज्ञकः फलं कर्म च यत्तत्त्वं विज्ञानं दर्शनं विभुं जात्यादिकल्पनाहीनं द्वितीयागमलक्षणम् आत्मसंवेदनं नित्यं सनातनमदीन्द्रियं चिन्मात्रममृतं ज्ञेयमनन्दमजमव्ययं व्यक्ताव्यक्तस्वरूपेण व्यक्तस्थितमनञ्जनम् व्याप्ता विष्णुरिति ख्यातं ख्यादभिन्नमवस्थितं योगिध्येयमविज्ञेयं परमार्थ पराङ्मुखैः लक्ष्यते बुद्धिभिर्भिन्नमभिभिन्नं न चात्मनि शृणुष्वा वहितस्ताद कथयामि तवानख यत्प्रोक्तं ब्रह्मणा पूर्वं पृच्छतो मम सुव्रत कदाचित् ब्रह्मलोकस्थं ब्रह्माणं च पितामहं प्रणिपत्य यथान्यायमपृच्छमजमव्ययं किमुज्ञानं परं प्रोक्तं कश्च योगः परो मदः यदन्मे तत्त्वदो ब्रह्मन् समाचक्ष्व पितामह ब्रह्मोवाच शृणुष्वा वहितस्ताद ज्ञानयोगमनुत्तमम् अल्पग्रन्थं प्रभूतार्थमदुःखोपासनक्रियं यः परम्परया प्रोक्तपुरुषः पञ्चविंशकः स एव सर्वभूतात्मा तेन इत्यभिधीयते नारायणो जगद्धाम परमात्मा सनातनः जगदसृष्टिसंहार परिपालनतत्परः त्रयाणामात्मनां जैगो देवदेवः सनातनः आराध्य सर्वदा ब्रह्मन् ते पश्यन्ति जगत्पदिं यथा जगदवस्थानं यथा कालान्तरे पुनः भूतं भव्यं भविष्यं च विप्रकृष्टं तथैव च स्थूलं सूक्ष्मं तथा चान्यत् पश्यन्ति ज्ञानचक्षुषा तच्चित्तास्तद्गदप्राणा नारायणपरायणाः अन्यथा मन्दबुद्धीनां प्रतिभादिदुरात्मनां कुतर्कज्ञानदुष्टानां विभक्तेन्द्रियवादिनां नारद उवाच श्रूयतामन्यतपि वै पध्यमानं मयानक ब्रह्मणैव पुरा प्रोक्तं जगतः कारणात्मना देवानामिन्द्रमुख्यानां ऋषीणां चैव सुव्रत हितानि कथयामास पृच्छतां कमलासनः ब्रह्मोवाच नारायणपरो धर्मस्तथा लोकाश्च शाश्वताः नारायणपरायज्ञाशास्त्राणि विविधानि च वेदासङ्गास्तथा चान्ये विष्णुर्विश्वेश्वरो हरिः पृथिव्यादीनि विबुधाः पञ्चभूतानि सोऽव्ययः सर्वं विष्णुमयं ज्ञेयं विबुधैः सकलं जगत् तथापि मानुषा पाप न जानन्ति विमोहिताः तस्यैव मायया व्याप्तं चराचरमिदं जगद तन्मनास्तद्गतप्राणो जानादि परमार्थविद ईश्वरसर्वभूतानां विष्णुस्त्रैलोक्यपालकः तस्मिन्नेतज्जगत्सर्वं तिष्ठति प्रभवत्यपि जगत्संहरदे रुद्रपालने विष्णुरुच्यते उत्पत्तौ चाहमेवात्र तथान्ये लोकपालकाः सर्वाधारो निराधारः सकलो निष्कलस्तथा अणोर्महांस्तदाप्यन्यतस्माच्च परतः परः तमेव शरणं याद सर्वसंहारकर्मगं स पिता जनिदास्माकं कीर्तितो मधुसूदनः एवमुक्ताः सुराः सर्वे ब्रह्मणा पद्मयोनिना प्रणेमुः सर्वलोकेशं देवं विष्णुं जनार्दनं तस्मात् त्वमपि विप्रर्षे नारायणपरो भव तदन्यको महोदारप्रार्थितं दातुमर्हति पितरं मातरं चैव तमेव पुरुषोत्तमं परिगृह्णीष्व लोकेशं देवदेवं जगत्पतिम् अग्निकार्येण वैतेन तपसाध्ययनेन वै तोषये देवदेवेशं गुरुं नित्यमदन्द्रिदः स्वर्गे क्षयं तदा भोगमनुष्ठेयं तथैव च परिगृह्णीष्व विप्रर्षे तमेव पुरुषोत्तमं किं तेन मन्त्रैर्बहुभिः किं तेन बहुभिर्व्रतैः ॐ नमो नारायणायेदि मन्त्रसर्वार्थसाधकः चिरवासा जडीविप्र दण्डीमुण्डित एव वा विभूषितो वा विप्रेन्द्र न लिङ्गं धर्मकारणं ये नृशंसा दुरात्मानपापाचारपरा सदा तेऽपि यान्ति परं स्थानं नारायणपरायणाः लिप्यन्ते न च पापौखैर्वैष्णवं वीदकिल्बिषाः पुनन्ति सकलं लोकम् अहिंसाजिदमानसाः क्षत्रबन्धुरिदिख्यादो राजा प्राणिविहिंसकः प्राप्तवान् परमं धाम वैष्णवं केशवालयाद् अम्बरीषो महासत्त्वो राजा परमतत्त्वविद् ऋषिकेशं समाराध्य वैष्णवं पदमाप्तवान् अन्ये ब्रह्मर्षयशान्ता बहवः संसितव्रताः ध्यात्वा च परमात्मानं संसिद्धिं परमां गदाः प्रह्लादपरमाह्लादपुरा नारायणं हरिं सेविदोऽभ्यर्चितोऽध्यादस्तेनैव परिरक्षितः भरतो नाम तेजस्वी राजा परमधार्मिकः उपास्यैनं चिरं कालं परां मुक्तिमवाप्तवान् ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽधभिक्षुकः केशवाराधनं हित्वा नैव यान्ति परां गतिं जन्मान्तरसहस्रेषु यस्यस्यान्मदिरीदृशि दासोऽहं विष्णुभक्तानामिति सर्वार्थसाधकः स यादि विष्णुसालोक्यं पुरुषो नात्र संशयः किं पुनस्तद्गतप्राणाः पुरुषाः संश्रितव्रताः अनन्यमानसैर्नित्यं ध्यातव्यस्तत्त्वचिन्तकैः नारायणो जगद्व्यापी परमात्मा सनातनः भीष्म उवाच इत्येवमुक्त्वा देवर्षित्तत्रैवान्तरधीयत परोपकारनिरतो नारद परमार्थविद पुण्डरीकोऽपि धर्मात्मा नारायणपरायणः ॐ नमो नारायणायेदि मन्त्रमष्टाक्षरं जपन् प्रसीद मम विश्वात्मन्निधि वाजं वदन् सदा हृत्पुण्डरीके गोविन्दं प्रतिष्ठाप्यामृतात्मकं तपस्वी विमले सौम्ये शालग्रामे तपोधनः उवास चिरमेकाकी निर्द्वन्द्वो निष्परिग्रहः स्वप्नेऽपि केशवान्नान्यत् पश्यतीति महामतिः निद्रापि नैव तस्यासीत् पुरुषार्थविरोधिनि तपसा ब्रह्मचर्येण शौचेन च विशेषतः जन्मजन्मान्तरारूढे संस्कारे च यथा तथा प्रसादाद्देवदेवस्य सर्वलोकस्य साक्षिणः अवाप परमां सिद्धिं वैष्णवीं वीदकिल्बिषः शङ्खचक्रगदापाणिं वीदवाससमच्युतं श्यामलं पुण्डरीकाक्षं सददर्श सदा कृतिं सिंहाव्याघ्रास्तथा चान्ये मृगाः प्राणिविहिंसकाः विरोधं सहजं हित्वा समेतास्तस्य सन्निधौ विचरन्ति यथा कामं प्रसन्नेन्द्रियवृत्तयः परस्परहितं रम्यं सम्प्राप्तं पाण्डुनन्दन ऋतवः सुप्रसन्नाश्च विमलेन्द्रियसंयुताः मारुताश्च सुखस्पर्शा वृक्षा पुष्पफलान्विताः आनुकूल्यं ययुः सर्वे पदार्थास्तस्य धीमदः प्रसन्नमभवत्तस्मै प्रसन्नं सचराचरं प्रसन्ने देवदेवेशे गोविन्दे भक्तवत्सले तद कदाचित् भगवान् पुण्डरीकस्य धीमदः आविरासीज्जगन्नाथः पुण्डरीकायते क्षणः शङ्खचक्रगदापाणिः पीतवास्तात्समुज्ज्वलः पुण्डरीकविशालाक्षचन्द्रबिम्बनिभाननः किङ्किणीकुण्डलीहारी केयूरीकडिसूत्रवान् श्रीवत्साङ्कः पीतवासाः कौस्तुभेन विभूषितः वनमालापरीताङ्गस्फुरन् मुकुटकुण्डलः स्फुरदा ब्रह्मसूत्रेण मुक्तादामविलम्बिना विराजमानो देवेशश्चामरव्यजनादिभिः देवैः सिद्धैः स देवेन्द्रैर्गन्धैर्वैर्मुनिभिर्वरैः यक्षैर्नागवरैश्चैव सेव्यमानोऽप्सरोगणैः तं दृष्ट्वा देवदेवेशं पुण्डरीको नखः स्वयं ततो बुद्ध्या महात्मानं तुष्टावज जनार्दनं प्राञ्जलिप्रणतो भूत्वा प्रहृष्टेनान्तरात्मना पुण्डरीक उवाच नमोऽस्तु विष्णवे तुभ्यं सर्वलोकैकचक्षुषे निरञ्जनाय नित्याय निर्गुणाय महात्मने त्वमीश सर्वभूतानां तथैव च निरीश्वरः तथा भयास्ति नाशाय गोविन्दो गरुडध्वजः अनुग्रहेण भूतानाम् अनेकाकारधारिणे त्वयि सर्वमिदं प्राहुस्त्वन्मयं चैव केवलम् त्वमस्माज्जगतो भिन्नो निर्मितं च जगत्त्वया नमोऽस्तु नाभिप्रसवनलिनाय नमो नमः नमः समस्तवेदान्तविश्रुतात्मविभूतये त्वमेव सर्वदेवेश कारणं कैडभार्दन प्रसीद हृदयावास शङ्खचक्रगदाधर नमः समस्तभूतानामादिभूताय भूभृते अनेकरूपरूपाय विष्णवे प्रभविष्णवे यस्य ब्रह्मादयो देवान विन्दति सुरेश्वराः महिमानं तपोमेयं तस्मै तुभ्यं नमाम्यहं वाचामगोचरो यस्य महिमा तव नाप्यते जात्यादिभिरसंस्पृष्टः सदा ध्येयोऽसि तत्त्वतः तथा विभेदरूपेण भक्तानामनुकम्पया मत्स्यकूर्मादिरूपेण दृश्यस्ये पुरुषोत्तम भीष्म उवाच पुण्डरीको जगन्नाथं संस्तुवन् पुरुषोत्तमं तमेवालोकयद्वीर चिरप्रार्थितदर्शनं तमाह भगवान् विष्णुः पद्मनाभस्त्रिविक्रमः पुण्डरीकं महाभागं तथा गम्भीरया गिरा श्रीभगवान् उवाच प्रीतोऽस्मि वत्सभद्रं ते पुण्डरीकमहामदे वरं वृणीष्व दास्यामि यत्ते मनसि वर्तते एतच्छ्रुत्वा दुवचनं देवदेवस्य भाषितम् एवं विज्ञापयामास पुण्डरीको महामतिः पुण्डरीक उवाच क्वाहमत्यन्तदुर्बुद्धिः क्व भवन्तो हितैषिणः यद्धिदं मम देवेश तदाज्ञापयमाधव एवमुक्तः स भगवान् सुप्रीतश्च तदोऽब्रवीद पुण्डरीकं महाभागं कृताञ्जलिमुपस्थितम् आगच्छ कुशलं तेस्तु मयैव सह सुव्रत उपकारी च नित्यात्मा मया त्वं सर्वदा सह भीष्म उवाच एवमुक्तवधिप्रीत्या श्रीधरे भक्तवत्सले दिवि दुन्दुभयो नेधुः पुष्पवर्षं पपादः ब्रह्मादयस्तथा देवाः साधु साध्विति च ब्रुवन् जगुसिद्धाश्च गन्धर्वाः किन्नराश्च विशेषतः तत्रैव तमुपादाय देवदेवो जगत्पतिः जगामगरुडारूढः सर्वलोकनमस्कृतः तस्मात्त्वमपि राजेन्द्र विष्णुभक्तिसमन्वितः तच्चित्तस्तद्गतप्राणस्तद्भक्तानां हिते रतः अर्चयित्वा यथा योग्यं भजस्व पुरुषोत्तमं शृणुष्व तत्कथां पुण्यां सर्वपापप्रणाशिनीं येनो पायेन राजेन्द्र विष्णुभक्तिसमन्वितः प्रीतो भवति विश्वात्मा तत्कुरुष्व सुविस्तरम् अश्वमेधशतैरिष्ट्वा वाजपेयशतैरपि प्राप्नुवन्ति नरानैव नारायणपराङ्मुखाः सहृदुच्चरितं येन हरिरित्यक्षरद्वयं बद्धपरिकरस्तेन मोक्षाय गमनं प्रति लाभस्तेषां जयस्तेषां कुतस्तेषां पराजय येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः य इदं शृणुयान्नित्यं पठेद्वापि समाहितः सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ईश्वर उवाच एतद्वै नाममाहात्म्यं श्रुत्वा वै नगनन्दिनी धर्मार्थकाममोक्षास्तु भवन्ति च न संशयः शुक्ले कुलेव तीर्णो यो ब्राह्मणो वेदतत्परः वैष्णवो विष्णुरूपोऽसौ नान्यो विप्रस्तु कर्हिचित् मुखे नामोच्चरन्विष्णोर्हृदये ध्यानतत्परः शङ्खचक्रधरो विद्वन्मालां तुलसीजां दधत जीवन्मुक्तः स विज्ञेयो भुक्त्वा भोगांस्त्वनेकशः एकविंशतिकुलैः सार्धं विष्णुलोके स मोदते पुण्डरीको यथा चक्रिया मुक्तो ह्यत्र न संशयः भक्तिभावेन गोविन्दस्तुष्टिं प्राप्नोति शाश्वतीं कलौ वै हरिगीतं तु स्वगृहे वा विशेषतः सामगानसमं प्रोक्तं देवार्चनसमाधिषु इति श्रीपद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायाम् उत्तरखण्डे उमामहेश्वरसंवादे विष्णुमहिमानामाशीतितमोऽध्यायः ॐ